नमः सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. गतसप्ताहे वयं तुदादिगणे न गुणः इति पाठस्य परिचयं प्राप्तवन्तः. तत्र नूतनसूत्रद्वयं वयं दृष्टवन्तः, सार्वधातुकमपि नीति च इति. एतयोः सूत्रयोः परिशीलनात् पूर्वं वयं पुनः एकवारं सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इति सूत्राभ्यां किं कार्यं विहितम् इति पश्यामः. प्रथमं तिङ्क्षित् सार्वधातुकम् इति सूत्रेण तिङ् प्रत्ययः षित् प्रत्ययः सार्वधातुकम् इति संज्ञा प्राप्नोति. रामलु अस्तु. अस्तु, नाम उच्यताम्? अरुण. अरुण, नमस्कारः महोदय. स्वागतम् भगिनी. स्वागतम्. नमस्ते, माला अस्ति. आम्, स्वागतं भगिनि. आम्, इदानीं वयं प्रथमं तिङ्क्षित् सार्वधातुकम् इति सूत्रस्य विषये अहम् उक्तवती. तिङ् प्रत्ययः षित् प्रत्ययः सार्वधातुकम् इति संज्ञा प्राप्नोति. अर्थात् यः प्रत्ययः धातुभ्यः विधीयते अपि च तिङ् अथवा षित् अस्ति, सः च प्रत्ययः सार्वधातुकः इति वयं दृष्टवन्तः. द्वितीयसूत्रमासीत् सार्वधातुक आर्धधातुकयोः इति. एतत् सूत्रं वदति यत् सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः वा परः अस्ति चेत् इगन्त अङ्गस्य गुणः भवति इति एतत् सूत्रं वदति. तत्र वयं उदाहरणरूपेण अपि दृष्टवन्तः. भूयोगः ति इति स्थितौ, भूयोगः ति इति यदा उदाहरणरूपेण स्वीकुर्मः चेत् तत्र कर्त्रार्थे सार्वधातुकप्रत्यये परे, कर्त्रार्थे इत्युक्ते कर्तरिप्रयोगे एव सार्वधातुकप्रत्ययः ति, तिङ् ति इति सार्वधातुकप्रत्ययः तिङ् परे अस्ति चेत् तत्र कर्तरीषप् इति सूत्रम्. एतत् सूत्रं वयम् इदानीं पर्यन्तं न दृष्टवन्तः, अग्रे आगच्छति. परन्तु अवगच्छन्तु, एतत् सूत्रेण एव शप् इति विकरणप्रत्ययः विहितः भवति. कर्त्रार्थे सार्वधातुकप्रत्यये परे कर्तरी शप् इति सूत्रेण शप् विहितः भवति. इदानीं किं भवति? भूयोगः शप् योगः ति इति स्थितिः. अत्र गुणकार्यं भवति इति वयं जानीमः. केन कारणेन? शप् इति विकर्णप्रत्ययस्य कारणेन निमित्तम् अस्ति शप्. शप् निमित्तिकम् अङ्गकार्यं गुणकार्यं भवति. तत्र इगन्त अङ्गमपि अस्ति भू इति, अतः भो इति भवति. भो योगः अयोगः ति वयं जानीमः कथं भवति इति रूपं, क्रियापदं निष्पन्नम् इति वयं जानीमः. अत्र मुख्यबिन्दुः अस्ति, निमित्तमस्ति शप्. शप् निमित्तिकम् अङ्गकार्यम् इति वदामः. तस्य शप् इत्यनेन कारणेन एव भू इत्यस्य गुणकार्यं भवति. तत्तु प्रथमम्. अनन्तरं वयं तृतीयसूत्रं दृष्टवन्तः, पुगन्तलघुपदस्य च इति. एतत् सूत्रं वदति यत् सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः वा परः अस्ति चेत् पुगन्तस्य लघुपदस्य च इगन्त अङ्गस्य गुणः भवति इति एतत् सूत्रं वदति. तत्र एव वयं दृष्टवन्तः बुद् इति धातुः कथं बोधति इति रूपं प्राप्नोति इति वयं दृष्टवन्तः गतसप्ताहे. अत्र एव अहम् एकं स्पष्टीकरण कर्तुम् इच्छामि. प्रत्ययः इत्युक्ते किम् इति. यदा वयं पुगन्तलघुपदस्य वा सार्वधातुक अर्धधातुकयोः वा तत्र प्रत्ययः इति वारं वारं श्रुतवन्तः. प्रत्ययः इत्युक्ते किम् इति इदानीं किञ्चित् संक्षिप्तरूपेण पश्यामः. किमर्थम् इत्युक्ते अग्रे आगच्छति विस्तृतरूपेण. वयं पूर्वं सुप्तिगन्तं पदम् इति एकं सूत्रं वयं दृष्टवन्तः. तत्र यस्य अन्ते सुबन्तम् इत्युक्ते यस्य अन्ते सुप् प्रत्ययः सन्ति ते सुबन्तः सुबन्ताः इति वदामः. उदाहरणरूपेण राम इति प्रातिपदिकं तत्र सु इति सुप् प्रत्ययः योजयामः चेत् रामः इति रूपं प्राप्नोति. अनन्तरं यस्य अन्ते तिङ् प्रत्ययाः सन्ति ते तिङन्ताः इति वदामः. पट् योगः ति पठति इति रूपं प्राप्नोति, तदेव तिङन्तपदम् इति वदामः. ये प्रत्ययाः धातुभ्यः विहिताः ते सर्वे, पुनः वदामि, धातुभ्यः विहितः प्रत्ययाः सर्वे सार्वधातुकः वा आर्धधातुकः वा, इत्युक्ते सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययाः वा इति तस्य एव विभागद्वयं, धातुभ्यः विहितः प्रत्ययस्य एव विभागद्वयं सार्वधातुकः आर्धधातुकः इति. प्रातिपदिकेभ्यः विहितः प्रत्ययः भिन्नाः सन्ति. यदा सुप्रत्ययः स्त्रीप्रत्ययः तद्धितप्रत्ययः इति उदाहरणं सन्ति, ते तस्मिन् विषये वयम् अग्रे द्रक्ष्यामः अवश्यं, परन्तु ते भिन्नाः सन्ति. इदानीम् अस्माकं लक्ष्यं वा पाठः अस्ति धातुभ्यः विहितः प्रत्ययस्य विषये एव. प्रथमं सार्वधातुकप्रत्ययस्य विषये पश्यामः, अनन्तरम् आर्धधातुकप्रत्ययस्य विषये पश्यामः. एतत् स्पष्टम् इति मन्ये. कोऽपि प्रश्नः अस्ति वा अत्र? अस्तु, माला भगिनी, अनन्तरं निच् प्रत्यये अपि, निच् प्रत्यये अपि अत्र गण्यते वा? आम्, निच् इति आर्धधातुकप्रत्ययः किल, तिङ् वा नास्ति षित् वा नास्ति, आर्धधातुकप्रत्ययः. ये प्रत्ययः धातुभ्यः विहितः तदेव प्रथमं वयं द्रक्ष्यामः. अनन्तरं प्रातिपदिकेभ्यः यः प्रत्ययः विधीयते तस्मिन् विषये अग्रे अस्ति. तत्र वयं सुप्रत्ययः तद्धितप्रत्ययः स्त्रीप्रत्ययः इति अस्ति, विभागमस्ति, तस्मिन् विषये अग्रे द्रक्ष्यामः. एतदेव बृहत् अस्ति, सार्वधातुक आर्धधातुकप्रत्ययः इति यदा विभागद्वयमपि द्वयमेव इति वदामः चेत् तदेव बृहत् अस्ति. तद् कृत् प्रत्ययः अपि अस्ति, तद् सर्वं दृष्ट्वा वयं सुबन्तं विषये द्रक्ष्यामः. अस्तु, धन्यवादः. आम् भगिनी, क्षम्यतां, रामनाथन् विलम्बेन आगच्छति. आम् आम् आम्, रामनाथन् महोदय. अनन्तरं विजया, आं विजया भगिनी, आम् आम् स्वागतम्. अनन्तरं जगन्नाथ महोदय, आं स्वागतं महोदय. जगन्नाथ महोदय, अनन्तरं काचप् कुर्वन्. ओ अस्तु महोदय, आं शृणोतु, नास्ति चिन्ता. आम् अनन्तरं जगन्नाथमहोदय, अनन्तरं गीता भगिनी, नमस्ते भगिनि. आम् आं स्वागतम्. अस्तु, 5718 कस्य नम्बर् अस्ति? इति गीता भगिनी भवत्याः नम्बर् वा? अस्तु, 5718 इति कः अस्ति उत्तररूपेण? कोऽपि अस्ति? अस्तु भगिनी, एकः प्रश्नः अस्ति. तिङ् सार्वधातुक अर्धधातुकप्रत्ययः केवलं क्रियापदानि धातुभ्यः विहितः प्रत्ययः. क्रियापदानि इति वयं प्रथमस्तरे वदामः भगिनि, इदानीं वयं किञ्चित् अड्वान्स् अस्ति किल, अतः धातुभ्यः विहितः प्रत्ययः इति वदामः. सुबन्तप्रत्ययः सार्वधातुक अर्धधातुक नास्ति, तत्र प्रसक्तिः नास्ति. ओके ओके. तद् भिन्नः अस्ति, तत् प्रातिपदिकेभ्यः विहितः प्रत्ययः सुप्प्रत्ययः इति वदामः, तद् भिन्नः अस्ति. भगिनि टु वीक्स् न आगतवती. गीता भगिनी वा? आम् अस्तु, नास्ति चिन्ता. आम् भगिनि, केवलम् औपदेशिकदातव एव सार्वधातुकार्धदातुकाः? न न न न न, तादृशं नास्ति महोदय. तत् धातुभ्यः विहितः प्रत्ययः इति अवगच्छन्तु. उपदेशिकः अतिदेशिकः इति धातुः विषये, एतद् प्रत्ययस्य विषये. विभागद्वयं करोतु, प्रकृतिः योगः प्रत्ययः ईक्वल् टु क्रियापदम् इति भवति चेत्, पदम् इति भवति चेत् तत्र प्रकृतिः इति धातुः वा प्रातिपदिकं वा भवेत्. अस्तु, तस्य एव धातोः कृत् विहित प्रातिपदिकं भवति वा? प्रत्ययः भिन्नः, प्रकृतिः भिन्नः किल. प्रत्ययः वयं योजयामः, धातोः प्रत्ययः वयं योजयित्वा एव पदं भवति. तत्र धातोः एव अतिदेशिकधातुः उपदेशिकधातुः इति तत्र एव तस्य विभागद्वयं. तद् अग्रे अग्रिमपाठः तस्मिन् विषये एव, धातोः विषये तत्र स्पष्टता भवति. परन्तु प्रत्ययस्य एव विभागद्वयं, प्रत्ययस्य इत्युक्ते पुनः वदामि, धातुभ्यः विहितः प्रत्ययस्य विभागद्वयं, सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः. भगिनि, सुबन्तं दिगन्तं प्रत्ययं विना पदं, न न, प्रत्ययं सुबन्तम् अण्ड् दिगन्तं विना शेष प्रत्यये सार्वधातुक आर्धधातुकप्रत्ययं वा? न न न न महोदय, तिङन्तम् इति यदा वदामः, तिङ् यस्य अन्ते अस्ति तदेव तिङन्तम्. पठति इति तत्र तिङ् ति इति अन्ते अस्ति तदेव तिङन्तम्. तत् तिङ् धातुभ्यः विहितः प्रत्ययः अस्ति, धातुभ्यः आगच्छति, धातुतः आगच्छति. पट् इति धातोः एव वयं तिङ् इति योजयामः किल. अतः तस्य एव विभजनं द्वयं, सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः इति तस्य एव विभजनद्वयम् अस्तु. सुबन्तम् इदानीं मास्तु एव, तस्य चिन्ता मास्तु, वयम् अग्रे द्रक्ष्यामः. इदानीं धातोः विषये एव वयं प्रथमं कुर्मः. अस्तु, इदानीम् अद्यतनपाठं प्रति गच्छामः. तत्र वयं तुदादिगणे न गुणः न इति करपत्रे पुनः तृतीयबिन्दु आरभ्य पठामः अद्य. रमाबाई भगिनी पठति वा? लिक् योगः अ योगः ति. अस्तु, आं भगिनि. लिक् योगः अ योगः ति. ष अ षित् अस्ति, अतः तिंषित् सार्वधातुकम् इत्यनेन सूत्रेण ष प्रत्ययः सार्वधातुकसञ्ज्ञकः अपि अस्ति. सुगन्तलघुपदस्य च इत्यनेन सूत्रेण लिक् धातोः उपधायां ह्रस्वविकारस्य गुणः प्रसक्तिः अस्ति, अतः अनेन लेखति इति स्यात् किन्तु ष विकरणप्रत्ययः न केवलं षित् अपि तु अपित् अपित् यस्मिन् इत् सञ्जकः पकारः नास्ति सः अपित् इति उच्यते. विकरणप्रत्ययः षित् अस्ति इति स्मरतु. नाम यद्यपि षकारस्य लोपः जातः तथापि षकारस्य प्रभावः अस्ति एव, यतः लोपः इत्युक्ते अदृश्यः न तु अपगतः. परन्तु तुदादिगणे विकरणप्रत्ययस्य पकारः नास्ति एव, पकार लोपः इति न पकारः नास्ति एव, अतः ष विकरणप्रत्ययः अपित् इति उच्यते. वदतु भगिनि, किम् अवगतम्? एकनिमिषम् अस्ति किं कृतेति तिङ् षित् सार्वधातुकम् इति सूत्रेण ष प्रत्ययः सार्वधातुकसञ्जकः. पुगन्तलघुपदस्य च इति सूत्रेण लिट् धातोः उपधायां ह्रस्व अकारः गुणकप्रसक्ति तदा लेखति इति भवितुम् अर्हति. तथापि विकरणप्रत्ययं केवलं षित् नास्ति, तत्र अपित् अपि अस्ति. अपित् इत्युक्ते इत्संजकः पकारः इत्संजकः पकारः नास्ति चेत् तत् अपित् इति उच्यते. विकरणप्रत्यय विकरणप्रत्यये ष अस्ति, षित् इति उच्यते. यद्यपि षकारस्य लोपः जातः तदापि षकारस्य प्रभावः षकारः लोपः जातः, परन्तु षकारस्य प्रभावः अस्ति तत्र. इत्युक्ते षकारः अदर्शनं भवति, अदर्शनम् एव न अस्ति एव, ततः लोपः इत्युक्ते अदृश्य न अदर्शन एव भवति न अपगतः. तुदादिगणे विकरणप्रत्ययस्य पकारः पकारः नास्ति चेत् लोपः इति न अर्थः. पकारः नास्ति एव, तत्र पकारः नास्ति, अतः ष विकरणप्रत्यय अपित् इति उच्यते. उत्तमम्, धन्यवादः भगिनि. तत्र ष इति विकरणप्रत्ययस्य अपित् इति उच्यते, यद्यपि तस्य लोपः जातः. केन सूत्रेण लोपः जातः भगिनि षकारस्य? षकारस्य लशक्वतदिते सूत्रेण तदापि यद्यपि तस्य लोपः जातः, परन्तु तस्य प्रभावः इत्युक्ते तस्य लक्षणं षकारस्य लक्षणं षित् तत् भवति एव इति तद् एतद् परिच्छेदं वदति. उत्तमं भगिनि, धन्यवादः. अमित्राव् महोदय, अग्रिमबिन्दु. आं भगिनि, चतुर्थबिन्दुः सार्वधातुकम् अपित् ईक्वल् टु इत् अनुवृत्तिसहितं सूत्रं सार्वधातुकम् अपित् ञित् अर्थः एवम् अपित् सार्वधातुकं ञित् इव अस्ति अयम् अतिदेशः इति उच्यते अतिदेशः नाम यस्य स्वभावः तथा नास्ति सः तथा भवतु इति विधानं यथा सिंहो माणवकः माणवकः इत्युक्ते बालकः सिंहः तु नास्ति परन्तु वीरो माणवकः सिंहः इव अतः माणवके सिंहस्य वीरलक्षणम् अध्यारोपितम् यस्मिन् प्रत्यये नकारस्य इत्संज्ञा अस्ति सः प्रत्ययः ङित् यस्य नकारः इत् सः ङित् ङित् प्रत्ययानां किञ्चन विशिष्टं कार्यम् अस्ति तत् किं कार्यम् इति सम्प्रति उच्यते अत्र तावदेव अवगच्छतु सार्वधातुकम् अपित् इति सूत्रेण यः प्रत्ययः अपित् सः यद्यपि साक्षात् ङित् नास्ति तथापि ङित् इव भवति अतः यथा ङित् प्रत्ययः कार्यं करोति तथा अपित् प्रत्ययः अपि कार्यं करोतु तच्च कार्यं किम् इति इदानीं पश्यामः सार्वधातुकम् अपित् इति सूत्रेण अपित् संज्ञकस्य ङित् इति लक्षणम् आरोपितम् इत्युक्ते ङित् यथा कार्यं करोति तथैव कार्यम् अपित् इति करोति यद्यपि साक्षात् ङित् नास्ति तथापि ङित् एव कार्यं करोति इव कार्यं करोति इति विधानं भवति इति तत्र उदाहरणम् अपि स्पष्टीकरोतु महोदय एकवारं भगिनि ङित् इत्युक्ते किं ङित् इत्युक्ते तस्य कार्यं किं तदागच्छति अग्रिमसूत्रमस्ति तत्र अग्रे आगच्छति अत्र तु उदाहरणमिति अतिदेशस्य उदाहरणं वा न न न सिंहो माणवकः हा अतिदेशस्य उदाहरणं सिंहो माणवकः इति अत्र माणवक अर्थात् बालकः सिंहः तु नास्ति परन्तु सिंहस्य वीरलक्षणं प्राप्नोति अतः सिंह इव अस्ति तस्मात् सिंहो माणवक इति उच्यते अस्य इदम् अतिदेश अथवा अध्यारोपणम् अस्य लक्ष उदाहरणं तावदेव सार्वधातुकम् अपित् ङित् इति इत्यनेन सूत्रेण अपित् संज्ञकस्य ङित् इव लक्षणम् अध्यारोपितम् भगिनी मानवकः सिंहस्य धैर्यं प्राप्नोति वा आर् मानवकधैर्यं सिंहस्य धैर्यम् इव वा तदेव आम् तस्य पूर्वमेव धैर्यमस्ति वीरं वा अस्ति तद्वयं तस्य उपमानं कुर्मः यदा सिंहः इव तस्य धैर्यम् अस्ति इति पूर्वमेव अस्ति तस्य धैर्यम् अग्रे पठामि धन्यवादः महोदय सुमित्रा भगिनी आं भगिनी पठामि निति च गुणबाधकं सूत्रम् अनुवृत्तिसहितसूत्रं निति च इकः गुणवृद्धिः न यः प्रत्ययः गित् कित् अथवा नित् अस्ति अपि च तस्य प्रत्ययस्य कारणात् अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः न भवति गुणस्य वृद्धेः च बाधकं सूत्रम् इदं सम्प्रति अस्माकम् अवधानं गणे न तु वृद्धौ क्षम्यतां गुणे न तु वृद्धौ इति सम्पत्यन्तं सप्तम्यन्तं हलन्तं पदं तस्य अर्थः एवं गकारः च ककारः च नकारः च ते इति सम्यक् वर्णाः यस्य सः प्रत्ययः निति ङित् तस्मिन् इति सप्तम्यन्तं यतः कार्यं तस्मात् पूर्वं भवति स्म तस्मात् प्रत्ययात् पूर्वम् इकः गुणः च वृद्धिः च न भवति वयं पूर्वं दृष्टवन्तः यदा षित् पित् अस्ति षित् इत्युक्ते अतः गुणः भवितुम् अर्हति इति पित् इत्युक्ते अतः गुणस्य निषेधः न भवति इत्युक्ते गुणः करणीयम् इति तादृशं सार्वधातुकम् अपित् इत्यनेन यथा अपित् इति अस्ति ङित्वत् भवति तत् अतः ङिति च इति सूत्रं कार्यं करोति स च प्रत्ययः वदति गुणस्य गुणबाधकं सूत्रम् इति इत्युक्ते गुणस्य कार्यं बाधकम् आगच्छति इत्युक्ते न कर्तव्यम् इति प्रत्यये जित् चित् ङित् अस्ति चेत् अपि च अङ्गस्य गुणः अथवा वृद्धिः इदानीं गुणः एव वयं पश्यामः अतः गुणे इति एव स्वीकरणीयम् इदानीम् अधुना तत्र गुणस्य प्रभावः न अभवत् इत्युक्ते गुणकारणं कर्तव्यम् इति न ङिति इत्युक्ते गकारः ककारः ङकारः तेषाम् इत्सम्यकाः वर्णाः प्रत्यये अपि तु सप्तम्यन्तम् इत्युक्ते पूर्वकार्यम् एव अङ्गस्य कार्यम् इति न गुणः अथवा वृद्धिर्भवति गुणः वा वृद्धिः वा न भवति एतत् सूत्रेण माला भगिनी अवगतं वा तत्र ङित् इति प्रत्ययस्य स्वभावः गुणः वा वृद्धिः वा न भवति इति वदति एकम् उदाहरणं दत्तुं शक्यते वा अग्रे आगच्छति महोदय अभ्यासपत्रे अस्ति इति मन्ये आम् अस्ति आम् आम् अभ्यासः आम् धन्यवादः तर्हि एतत् सूत्रं किं वदति इति पुनः वदति वा भगिनी एतत् सूत्रं वदति यत्र इकः अङ्गस्य गुणः भवति इति वयं दृष्टवन्तः सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च इति सूत्राभ्यां वयं दृष्टवन्तः परन्तु एतत् सूत्रं वदति यत्र कित्वा ङित्वा कित् गित् कित् ङित् इति प्रत्ययः परः अस्ति चेत् तस्य गुणः वा वृद्धिः वा न भवति तस्य निषेधं भवति परः इत्युक्ते अङ्गस्य परः यदि यथा यथा धातोः परे एषः प्रत्ययः आगच्छति चेत् गुणः न भवति वृद्धिः भवति गुणः अपि न भवति वृद्धिः न भवति गुणः वा वृद्धिः वा न भवति निषिध्यति एतत् सूत्रं निषेधकसूत्रं बाधकं कार्यं करोति तत्र अस्माकम् इदानीं प्रत्ययः कः इत्युक्ते ङित्येव ङित् सार्वधातुकम् अपि इति सूत्रे नित्वत् भवतु अपित् इत्युक्ते नित्वत् भवतु इति वयं कृतवन्तः इदानीं किं भवति ङिति च इति सूत्रेण एतत् ये गुणः न भवति स सार्वधातु लिक् योगः अयोगः ति तत्र सार्वधातुकार्धदा क्षम्यतां पुगन्तलघुपदस्य च इति सूत्रेण उपधायां स्थितस्य इक्वर्णस्य गुणः भवति स्म, परन्तु अपित् अस्ति अतः प्रथमं सार्वधातुकम् अपित् इति सूत्रेण ङित्वद् भवतु इति वदति, अनन्तरं ङित्वद् भवतु इति कारणेन ङिति च इति सूत्रेण गुणस्य बाधकं भवति, अतः एतत् गुणः न भवति. अवगतं वा? आम्. राजेन्द्रमहोदय षष्ठम् अभिनयम् सार्वधातुकम् अपित् भगिनि. आम् आम् आम् सार्वधातुकम् अपित् इत्यनेन सूत्रेण यः प्रत्ययः अपित् सः नित् एव अस्ति, अतः यत् कार्यं नित् प्रत्ययः करोति तदेव कार्यम् अपित् प्रत्ययः अपि करोति. तुदादिगणे श विकरणप्रत्ययः अपित् अस्ति अतः नित् एव कार्यं करोति, नाम गुणबाधकं कार्यं करोति. सार्वधातुकं यः पूर्वम् अपि पठितवन्तः जनाः, तत्र सार्वधातुकम् अपि सूत्रेण यः प्रत्ययः अपि अस्ति अर्थात् यस्य पकारः यस्मिन् प्रत्यये पकारः न अस्ति पकारः पित् न जातः सः प्रत्ययः अपि अस्ति तथा सः नित् इव अस्ति. नित् इत्युक्ते किं यत् गुणनिषेधं करोति यथा नित् प्रत्ययः अस्ति तदेव कार्यम् अपित् प्रत्ययः अपि तथैव नित्वत् कार्यं करोति गुणबाधकं कार्यं करोति यथा तुलादिगणे शक् विकरणप्रत्ययः आगच्छति शकारः अस्ति परन्तु अपित् अस्ति तत् पकारः नास्ति तत् कारणात् सः प्रत्ययः तत् नित् एव कार्यं करोति गुणः वृद्धिः वा न भवति तस्मिन् स्थितायाम्. अग्रिममपि पठतु महोदय. गुण अभावे वर्णमेलने लिख् योग अयोगति लिखति इति भवति, तर्हि सारांशः एवं यत्र विकरणप्रत्यये पकारः नास्ति तत्र शकारस्य गुणार्थं प्रेरणादायिनी शक्तिः अवरुद्धा भवति. तुदादिगणे विकरणप्रत्यये गुणार्थं प्रेरणादायकः शकारः अस्ति, किन्तु स च शकारः स्वस्य कार्यं कर्तुं न अर्हः यतः इत् सम्यक् प्रकारस्य अभावे गुणार्थं बाधा भवति. अस्मिन् उदाहरणे यथा लिख् धातु अस्ति तत् विकरणप्रत्ययः तदादिगणे श अस्ति तत् शकारः इत् संज्ञा भूत्वा तत् लोपः जातः तदनन्तरम् अकारः एव अवशिष्यते अन्ततो गत्वा लिख् योग अकारः योगति भवति लिखति वर्णमेलनेन मेलनानन्तरं लिखति भवति. सारांशः एवं यत्र विकरणप्रत्यये पकारः नास्ति तुदादिगणे शकारः अस्ति एव पकारः तस्मिन् प्रत्यये नास्ति तत्र शकारस्य यः गुणः प्रेरणादायिनी शक्तिः अस्ति तत्र पकारस्य अभावे सः प्रेरणादायक शकारः अस्ति परन्तु तस्य कार्यं कर्तुं न अर्हः यथा तत्र पकार अभावे तत्र सा प्रेरणादायिनी शक्तिः कार्यं न करोति. पकारः अस्ति चेत् प्रेरयति शकारस्य प्रेरणादायिनी शक्तिं प्रेरयति परन्तु यदा पकारः नास्ति तत् शकारः स्वयं कार्यं न कर्तुम् अर्हति अपि च पकारस्य अभावे सः कार्यं न भवति एव पकारस्य गुणार्थबाधा भवति तत् गुणः अथवा वृद्धिः अपि द्वौ कार्यौ तत् बाधा भवति तत् न भवन्ति भवन्तः एव. उत्तमं तावदेव तत्र स्पष्टम् इति मन्ये. कोऽपि प्रश्नः अस्ति वा तत्र? अस्तु विजया भगिनी. आं पठामि भगिनि. पूर्णसूत्रार्थः सार्वधातुकम् अपित् सार्वधातुकं यद् पित् तद् निग्वत् भवति. यद् अपित् यद् अपित् भगिनि सार्वधातुकं यत् अपित् सार्वधातुकं यद् अपित् तद् निद्वत् भवति. सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदमिदं सूत्रं गाङ्कुटादिभ्यो निञ्जित् इति अस्मात् ञित् इत्यस्य अनुवृत्तिः अनुवृत्तिसूत्रसहितम् अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् ञित् सार्वधातुकं सार्वधातुकं यत्र अपित् भवति तत्र निद्वत् इति भवति. सार्वधातुकं प्रथमान्तं प्रथमविभक्ति एव तत्र अपितपि प्रथमविभक्ति एव इति द्विपदं सूत्रम् अत्र सन्ति अत्र अस्ति अत्र स्तः गाङ्कुटादिभ्यो नित् नित् इति सूत्रं तत्र अस्ति इति अस्मात् निम् नित् इत्यस्य अनुवृत्तिः तत्र अस्ति अनुवृत्तिः सहितसूत्रं सार्वधातुकम् अपित् नित् नित् निति निचित् निचित् यः प्रत्ययः न न भगिनि एकनिमिषम् एकनिमिषम् एतत् सूत्रं वयं प्रथमम् अस्माकं पुस्तके द्रक्ष्यामः अनन्तरं द्वितीयसूत्रं प्रति गच्छामः. एतत् सूत्रं प्रथम अध्यायस्य द्वितीयपादस्य कुत्र अस्ति नवत्रिंशत् इति पुटे प्रथम अध्यायस्य द्वितीयपादस्य चतुर्थसूत्रं सार्वधातुकम् अपित् प्राप्तवन्तः वा? इदानीं भगिनी विजया भगिनी वदतु ङित् इति प्रत्ययः कुतः आगतः इति. ङित् इति अनुवृत्तिः अतिदेशः इति आगच्छति खलु तत्र भगिनि. आम् तत्र एतत् पुस्तके प्रथमाध्याये द्वितीयपादः इति तस्मात् तत्र किमपि लिखितमस्ति किल तत् एकवारं पठतु भगिनि. अतिदेशप्रकरणं सूत्रम् एकं द्वितीय अध्यायम् एकं सूत्रात् आरभ्य षड्विंशतितः इति अन्तम् अतिदेशप्रकरणम् अस्ति. एतानि सूत्राणि धातुभ्यो विहितेषु केषुचित् प्रत्ययेषु चित्वं केषुचित् अचित्वं केषुचित् नित्वम् इति अधिदेशः सन्ति तत्र अधिदिशन्ति अतिदिशन्ति अत्र अतिदिशन्ति अध्यारोपितम् अस्ति इति सूत्राणि धातुभ्यः विहितः प्रत्ययेषु कित्वम् अकित्वम् अनन्तरं ङित्वम्. अस्माकं लक्ष्यम् इदानीं ङित् प्रत्ययः प्रति एव अस्ति अतः ङित्वम् अतिदिशन्ति इति दत्तमस्ति. तत्र ङित् इति अनुवृत्तिः प्रथमसूत्रात् आगच्छति सार्वधातुकम् अपित् इति सूत्रे सार्वधातुकम् अपित् ङित्. विभक्तिः का इति एकवारं वदति वा भगिनि सार्वधातुकम् अपित् ङित् इति अनुवृत्तिसहितसूत्रे? एतत् सर्वे प्रथमाविभक्ति एव खलु तत्र? आम् उत्तमं प्रथमाविभक्ति एव. यः प्रत्ययः सार्वधातुकः अपित् अपि अस्ति सः नित् इति एतत् सूत्रं वदति. प्रथमा विभक्ति इत्युक्ते किं भगिनि, किं सूचयति? आदेशनामकरणम् इत्यादि कार्यं करोति. उत्तमम्. अत्र किमपि आदेशः अस्ति वा? प्रथमविभक्ति इत्युक्ते तत्र आदेशः अनुवर्ति, एतत् सर्वम् आगच्छति एव तत्र. कुटाभ्यो निच् निङ् चित् इत्युक्ते तत्र कार्यमेव अस्ति खलु भगिनि? न न, तद् अस्माकं सूत्रं नास्ति किल. अस्माकं सूत्रं तु सार्वधातुकम् अपित् इत्येव. तस्मात् अनुवृत्तिः एव आगच्छति. अस्माकं सूत्रमस्ति सार्वधातुकं सार्वधातुकम् अपित् ञित् इति अस्ति. अनुवृत्तिः इति कार्यं भवति एव तत्र. न न, अनुवृत्तिः इति कार्यं नास्ति. अनुवृत्तिः इत्युक्ते बहुषु सूत्रेषु एकं पदं वा पदद्वयं वा इति आगच्छति इति एव. तत्र कार्यम् इत्युक्ते आदेशः वा आगमः वा लोपः वा इति कार्यं. नामकरणम् इत्यपि कार्यम् अस्ति. परन्तु अस्माकम् एतत् सूत्रं तत्र किमपि आदेशः वा आगमः वा भवति वा? सार्वधातुकम् अपि ङित् सर्वे प्रथमान्तम् इति उक्तवती, सम्यक् एव. तत्र किं कार्यं, कार्यमस्ति वा नास्ति वा? नित् भवतु इति कार्यम्. उत्तमं, नित् भवतु इति कार्यम्. अतः वयम् इदानीमेव दृष्टवन्तः नित् यत्र एकः अङ्गस्य कार्यं तत्र गुणः वृद्धिः न भवति इति. उत्तमं. आम् आम्, तत्तु एतत् सूत्रेण, एतेन सूत्रेण न भवति किल. तत्तु ङिति च इति सूत्रेण भवति. सार्वधातुकम् अपि वदति यत् ङित्वद् भवतु इति एव किल. आम् वदति. अन्य कोऽपि इदानीम् उक्तवान् किल, आम् नामकरणमपि भवति. आम् अपित् इत्यस्य अन्यत् नूतननामकरणं ङित् इति भवति. तत्र सार्वधातुकम् अपित् ङित् इति पदत्रयमपि प्रथमाविभक्ति अन्तं, विशेषणविशेष्यभावः अस्ति. तत्र प्रत्ययः इति विशेष्यं, प्रत्ययः इति विशेष्यं सार्वधातुकम् अपित् ङित् इति तत् विशेषणम् अस्ति तत्र. यः प्रत्ययः सार्वधातुकः अपित् अपि सः ङित् इति, तत्र ङित् इति अपित् इति प्रत्ययस्य नूतननामकरणम् अस्ति. न न न न न, विधिसूत्रम् इत्युक्ते तत्र किमपि कार्यं भवति, आदेशः वा आगमः वा लोपः वा इति भवति चेदेव विधिसूत्रं. नामकरणम् इत्युक्ते संज्ञा, तस्य नाम संज्ञा. उत्तमम्. संज्ञासूत्रं तु नास्ति भगिनि, संज्ञा अपि अस्ति. संज्ञा अपि अस्ति, इतोपि एकः प्रकारः अस्ति, तद्वयम् अग्रे परिशीलयामः. इदानीं मनसि भवेत् एतत् संज्ञासूत्रम् अपि अस्ति इति, न केवलं संज्ञासूत्रं, संज्ञासूत्रम् अपि. अन्य कोऽपि प्रश्नः? गीता भगिनी वा? वदतु भगिनि. एकः प्रश्नः अस्ति, केवलम् अपित् इस् नित् प्रत्यय आम् केवलं न अपित् इति प्रत्ययः तस्य ङित्वत् इति, आम् ङित् इति नामकरणं, ङित्वत् भवतु इति तस्य अध्यारोपितं. ङित् इति प्रत्ययस्य किमपि गुणः अस्ति तत् तत् गुणः अपित् प्रत्ययस्य उपरि अपि अध्यारोपितं सुपरिम्पोस् इदानीं धन्यवादः सर्वदा अपित् प्रत्ययः णित्वत् इव किमपि तत्र अपवादः वा किमपि अन्य नियमः वा नास्ति अपित् प्रत्ययः सर्वदा णित्वत् इव धन्यवादः अत्र कस्य नामकरणं भवति भगिनि अपित् इत्यस्य नामकरणं णित् इति आम् अन्यप्रश्नः भगिनि तत्र पूर्वं वयं दृष्टवन्तः किन्तु शकारः विकरणप्रत्ययः न केवलं चित् अपि तु अपित् इति नूतन नामकरणं प्रत्ययमस्ति तत्र अनन्तरम् अपित् इत्युक्ते यस्मिन् इत् संज्ञकः पकारः नास्ति सः अपित् इति उच्यते तत्र पकारः नास्ति इत्युक्ते तत्र अपित् इति पकारः मध्ये आगच्छति खलु इत् इति अनन्त्यम् इति तस्य लोपः इति सूत्रेण अपगच्छति मध्ये पि इति पकारः आगच्छति खलु तत्र सम्यक् न न नास्ति यदा लिङ्गयोगः सुदादिगणे पकारः नास्ति खलु न नास्ति आम् परन्तु कुत्र कुत्र वदति पकारः अस्ति इति भगिनि विजया भगिनी तिप् इति स्थले वा शप् इति स्थले वा विकरणप्रत्ययस्य स्थले वा भगिनि अपित् इत्युक्ते यस्मिन् इत् संज्ञकः पकारः अस्ति मध्ये पकारः आगच्छति खलु इत् इत्युक्ते तत्र आलङ्क्यं तस्य लोपः इति सूत्रेण अपगच्छति मध्ये पि इति पकारः अस्ति खलु तत्र न न न न यदा तुदादिगणे इदानीं वयं तुदादिगणस्य विषये परिशीलयामः किल तत्र तुदादिगणे विकरणप्रत्ययः श एव तत्र पकारः नास्ति एव यत्र पकारस्य अभावः अस्ति तद् अपित् पकारस्य अभावः पकारः नास्ति एव विकरणप्रत्ययस्य विषये एव तिङ्प्रत्ययस्य विषये नास्ति विकरणप्रत्ययः शकारः एव सुदादिगणे स्पष्टं वा उत्तमम् उत्तमं नास्ति चिन्ता उत्तमम् आम् अन्य प्रश्नः सन्ति वा अस्तु अग्रे सरामः वा रघुपति आचार्यमहोदय द्वितीयसूत्रं नीति च इति निति च यः प्रत्ययः गित् कित् अथवा नित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य इकस्थाने गुणः अथवा वृद्धिः भवति स्म सः गुणः वृद्धिः न भवति गकार ककार णकार च तेषाम् इतरेतरद्वन्द्व इत् यस्य सः नित् तस्मिन् परे निति द्वन्द्वगर्भबहुव्रीः समासः अत्र गकारस्थाने ककारः खरि च इत्यनेन चत्वसन्धिः निति सप्तम्यन्तं च अव्ययपदम् च अव्ययपदं द्विपदमिदं सूत्रम् इको गुणवृद्धिः इत्यस्य पूर्णतया अनुवृत्तिः न धातुलोप आर्द्रातके इत्यस्य न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं निति च इकः गुणवृद्धिः न अत्र निति च इत्यस्य सूत्रस्य पूर्णं विवरणमस्ति निति यः प्रत्ययः गित् कित् अथवा नित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य एकः स्थाने गुणः अथवा वृद्धिः भवति स्म तत् न भवति इति यत् सूत्रं प्रतिपादयति. किकीत नीति इति कथम् आगच्छति इति अत्र दत्तमस्ति. गकार ककार नकार तेषां द्वन्द्वसमासः भूत्वा नित् भवति. अत्र गकारस्य अत्र ककारस्य द्वित्वम् अस्ति. किमर्थम् इति चेत् करि इति सूत्रेण गकारस्य ककार भवति अत्र दत्तमस्ति. अतः नीति नीत् अस्ति नीति सप्तम्यन्तम् एतत् सप्तम्यन्तं चाव्ययपदं गुण इको गुणवृद्धि सम्पूर्णतया अनुवृत्तिरूपेण आगच्छति. न धातुलोपाधातुक इति सूत्रेण न वर्ण न इति अनुवृत्तिः. अतः सम्पूर्णसूत्रं नीति च इकः गुणवृद्धिः न नीति सप्तम्यन्तम् अतः पूर्वकार्यम् इकः यत् कार्यं नीति च नीतिपरे नीति पूर्वे इकः अस्ति तस्य गुण अथवा वृद्धिः न भवति इति यत् सूत्रं प्रतिपादयति. उत्तमम् उत्तमम्. इदानीं पुस्तके नीति च इति सूत्रं स्वीकरोतु कृपया. प्रथम अध्यायस्य प्रथमपादस्य पञ्चमसूत्रम् कस्मिन् पुस्तके? एतद् अष्टाध्यायी सूत्रपाठः इति पुस्तके सप्तत्रिंशत् सप्तत्रिंशत् आम् सप्तत्रिंशत् पुटे पञ्चमसूत्रं नीति च इति. महोदय भवानेव वदतु तत्र अनुवृत्तिः कुतः आगच्छति इति. न अनुवृत्तिः अस्ति पूर्व पूर्वतनसूत्रेषु सूत्रतया न धातुलोपार्धातुक इति अत्र न अनुवृत्तिः अस्ति. इकोगुणवृद्धि 1.1.3 अतः इकोगुणवृद्धि तत् सम्पूर्णतया आगच्छति सूत्रं षट् सूत्रं पर्यन्तमस्ति. अतः कीति च इकोगुणवृद्धि इकोगुणवृद्धि न गुणम् उत्तमम्. एतत् सूत्रं स्पष्टम् अस्ति वा सर्वेषां कृते? कोऽपि प्रश्नः अस्ति वा? स्पष्टमस्ति स्पष्टं नास्ति वा? अस्ति वा? एकवारं पुनः वदतु भगिनी. आम् आम् अस्तु. यः प्रत्ययः यदा नीति च इति सूत्रं तत्र यः प्रत्ययः कित् गित् कित् ङित् प्रत्ययत्रयम् अस्ति तत्र गित् कित् ङित् अस्ति परः अस्ति चेत् यः प्रत्ययः इत्युक्ते गित् गित् ङित् इति प्रत्ययः परः अस्ति चेत् तद् निमित्तीकृत्य इकः स्थाने यद् गुणः वा वृद्धिः वा भवति स्म तद् न भवति. लिख् योगः श योगः ति तुदादिगणे श इति विकरणप्रत्ययः अतः श लिक् योगः अयोगः ति इदानीं स्थितिः. तत्र लिक् इति उपधायाम् इक् वर्णः अस्ति अतः तत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति. परन्तु श इति विकरणप्रत्ययः तद् निमित्तीकृत्य तत्र अपित् अपि अस्ति अतः सार्वधातुकम् अपित् इति सूत्रेण ङित्वत् भवति. अतः ङिति च इति सूत्रेण यद् गुणः वा वृद्धिः वा भवति स्म तद् न भवति. एतत् सूत्रं तद् निषेधकार्यं करोति न भवतु इति एतत् सूत्रं वदति. ङित् इति प्रत्ययः अस्ति अतः न भवतु. नित् इति प्रत्ययः साक्षात् नास्ति, अपित् इति प्रत्ययः नित्वत् अस्ति, अतः गुणः वा विद्धिः वा न भवति. अत्र पुस्तके अत्र पुस्तके नीति च इति रूपं दत्तमस्ति, परन्तु यदा वयं करपत्रे द्रक्ष्यामः ककारद्वयमस्ति तत्र. अस्तु, रूपद्वयमपि साधु एव, तत्र सन्धिकार्यं भूत्वा इति च इति यदा पुस्तके दत्तमस्ति तद् रूपं प्राप्नोति. अस्तु वा, विकल्परूपं तत्र यदा महोदय इदानीं पठितवान् तत्र करी च इति सूत्रेण ककारः ककारः ञित् इति भवति, तत्र ककारः ककारः ञित् इति रूपं प्रथमं प्राप्नोति, अनन्तरम् अन्यत् सन्धिकार्यं भूत्वा द्वितीयककारस्य लोपः भवति. लोपं भूत्वा ञित् ञित् इति यदा पुस्तके दत्तमस्ति ञिति च इति रूपं तदा भवति. अतः रूपद्वयमपि साधुः एव, किमपि टैपो नास्ति तत्र. धन्यवादः भगिनि. आम् आम्, अरुणा भगिनी पठति वा पाणिनीयसूत्राणि षड्विधानि इति? मम एकः प्रश्नः अस्ति भगिनि. अस्मा इत्युक्ते तत् किमर्थं सर्ववचनानि अपि स्म इति प्रयोगं कुर्मः वा? स्म सर्ववचनानि आम् आम् आम् भवन्ति स्म, परिवर्तनं नास्ति खलु? न न न, स्म इत्यस्य किमपि परिवर्तनं न. सर्ववचनानि वचनानि भवन्ति स्म. आम् भवन्ति स्म इत्यपि साधु एव. आम् धन्यवादः. अरुणा भगिनी पठति वा? आं महोदय. पाणिनीयसूत्राणि षड्विधा, सङ्ग च परिभाषा च विधिः नियम एव च अतिदेशः अधिकारः च षड्विधं सूत्रलक्षणम्. अग्रिममपि पठतु भगिनि, अग्रिमद्वयमपि. किञ्चित् किञ्चित् च निषेधकं सूत्रं नाम अनेन कार्यं निषिध्यते. निषेधकं सूत्रं विधिसूत्रेषु अन्तर्भवति. सार्वधातुकम् अपि कीदृशं सूत्रं वदति वा? कीदृशसूत्रमिति? संज्ञासूत्रं. संज्ञासूत्रम् अपि अस्ति. अन्यत् प्रभेदः किम् अस्ति? तत्र किमपि आरोपितम् अस्ति किल? अतिदेशसूत्रः. आम्, अतिदेशसूत्रमपि अस्ति, संज्ञासूत्रम् अपि अस्ति. सार्वधातुकम् अपित् इति सूत्रस्य प्रकारद्वयम् अस्ति. तद् अतिदेशसूत्रं ञित्वत् भवतु इति वदामः, अतः अतिदेशसूत्रं संज्ञा ञित् इति अपित् इत्यस्य ञित् इति नूतननामकरणम्, अतः तत्र संज्ञासूत्रम् अपि. इति च वयं पूर्वमेव परिशीलितवन्तः, तद् निषेधकसूत्रं. निषेधकसूत्रम् इत्युक्ते तदपि विधिसूत्रमेव, तस्य अन्तर्भावः एव अस्ति, अतः तद् विधिसूत्रं कार्यं निषिध्यते इति. धन्यवादः. इदानीम् अभ्यासं प्रति गच्छामः. भगिनि, अत्र ककारस्य उच्चारणं नास्ति वा? नीति नीति नीति च नीति किङिति च इति अपि वदन्ति, नीति च इति अपि वदन्ति महोदय. अस्माकं सौकर्यमेव तत्र. नीति च किङिति च इति अपि वदन्ति. अस्तु, गुणकार्यस्य अभ्यासः इति करपत्रे वयं प्रथमं तृतीयबिन्दु आरभ्य कुर्मः, अनन्तरं सूत्रम् एकवारम् अन्ते पुनः पश्यामः. क्षम्यताम् माला भगिनी, भवती एव तृतीयबिन्दु आरभ्य पठतु भगिनि. श्रूयते वा? आम् आम्. अस्तु, एतान् धातून् आधारीकृत्य लट् लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं निर्मातु. धातुः कस्मिन् गणे अस्ति इति निश्चेतव्यम्. विकरणप्रत्ययः कः इति ज्ञातव्यम्. निर्माणक्रमस्य प्रत्येकस्मिन् सोपाने सूत्रं किम्, सूत्राणि कानि इति वक्तव्यम्. प्रथमधातुः स्वीकृत्य एतत् सोपानेन एव वदतु भगिनि. अस्तु, शुच् धातु भ्वादिगणे इति अहं चिन्तयामि. विकरणप्रत्ययः अस्ति शप्. तर्हि किं भवति, निर्माणक्रमस्य प्रत्येकस्मिन् सोपाने सूत्रं किं, सूत्राणि कानि इति वक्तव्यम्. अस्तु, शुच् इति धातुः तत्र शप् इति प्रत्ययः योजयामः, अनन्तरं तिङ् इति प्रत्ययः अपि योजयामः. तर्हि शुच् योगः शप् योगः ति इति भवति. शप् इति प्रत्यये शकारस्य इत्संज्ञा भवति लषक्व तद्धिते इति सूत्रेण, फकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण, तस्य लोपः इति सूत्रेण द्वयोः लोपः भवति, अवशिष्यते अकारः. तर्हि शुच् योगः अयोगः ति इति भवति. अत्र शुच् धातोः उपधायाम् उकारः अस्ति, ह्रस्व उकारः, इत्यनेन उगन्तलघूपदस्य इति सूत्रेण उकारस्य गुणः भवति. अतः शुच् शोच् शोच् इति भवति, उकारस्य ओकारः भूत्वा शोच् इति भवति. शोच् योगः अयोगः ति, शोचति इति अन्तिमरूपं निष्पन्नम्. उत्तमं, बहु उत्तमं. तावदेव. तत्र इतोपि एकं, तत्र शुच् इति धातुः दिवादिगणे अपि अस्ति, भुवादिगणे अपि अस्ति, दिवादिगणे अपि अस्ति. भगिनी वदति वा दिवादिगणे विकरणप्रत्ययः कः इति? ष्यण् इति विकरणप्रत्ययः अस्ति. अत्र दिवादिगणे भवति चेत् ष्यण् तत्र षित् अस्ति, अनन्तरं णित् अस्ति. अतः यद्यपि षकारः अस्ति, अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः सम्भवति, परन्तु णित् अस्ति अपित् अस्ति इत्यस्मात् गुणः न भवति, अतः शुच्यति इति भवति. शुच्यति इति शकारस्य लोपः नकारस्य लोपः य अवशिष्यते, शुच् योग य योगति शुच्यति इति अन्तिमरूपं भवति. उत्तमं, शुच्यति इति अन्तिमं रूपम्. उत्तमं. रामनाथन् महोदय अग्रिमं करोति वा? धन्यवादः भगिनि. Magine, I need some guidance. I'll read. Okay. Sprash. Sprash. Sprash. Sprash. Sprash is the Bhuvadiganam even, va? No, Tudadigane, Dadhu. Tudadigane. उदादिगणे विकर्णप्रत्ययं प्रत्यय तुदादिगणे यदा वयम् इदानीं दृष्टवन्तः किल तुदादिगणः षष्टमगणः ष इति विकर्णप्रत्ययः भगिनी मम एकः प्रश्नः अस्ति अत्र वयं कथं निर्मातुं शक्नुमः भ्वादिगणे अस्ति वा तुदादिगणे अस्ति वा रूपं वयं जानीमः किल भगिनी वयं रूपं जानीमः किल पूर्वमेव यदा स्पृश् इति धातुः स्पृशति इति रूपं नास्ति किल तावदेव परिचितधातुः इत्युक्ते वयं जानीमः न जानीमः चेत् कोशमेव दर्शनीयं दृष्ट्वा एव वदनीयं विकर्णप्रत्यये एतत् ज्ञातुं शक्नुमः भगिनि खलु आं विकर्णप्रत्यये आम् आम् आम् परन्तु अनन्तरमेव योजयामः खलु आं तद् अनन्तरमेव वयं पूर्वं केचन धातोः वयं जानीमः चेत् उत्तमं यदा शुच् इति शोचति इति रूपं वयं जानीमः शुष्यति इति रूपमपि अस्ति इति वयं जानीमः परन्तु यदा नूतनधातुः यद्वयं पूर्वं न एव दृष्टवन्तः इति धातुः आगच्छति चेत् शब्दकोशः धातुपाठः वा शब्दकोशः दृष्ट्वा एव वयं निर्माणं कर्तुं शक्नुमः द्विसहस्रधातुः सन्ति किल वयं न सर्वं वयं न जानीमः अस्तु आम् रामनाथन् महोदय अमरकोशः नास्ति शब्दकोशः शब्दकोशः अमरकोशः नास्ति शब्दकोशः डिक्षनरि स्पृश् योगे श योगे ति लशकटतिते इति सूत्रेण शकारं शकारं युक्त अकारमेव अवशिष्यते स्पृश् योगे अकारं योगे ति स्पृशति इति रूपं साधु वा रूपं साधु परन्तु वदतु महोदय किमर्थं तत्र गुणः न भवति इति इदानीं दृष्टवन्तः सार्वधातुक अपि इति रूपेण गुणः न भवति सार्वधातुकम् अपित् इति सूत्रेण गुणः न भवति इल भवति न केन सूत्रेण गुणः न भवति सार्वधातुकम् अपित् इति सूत्रेण नित्वत् भवतु इति वदति केन सूत्रेण केन सूत्रेण गुणनिषेधः भवति प्रथमं यत् सार्वधातुकम् अपि यदा इदानीं वयं दृष्टवन्तः संज्ञा अतिदेशसूत्रमस्ति तत्र किमपि कार्यस्य विधानं वा विरोधं वा न भवति ङिति च इति सूत्रेण एव कार्यस्य विरोधः भवति निषेधं न अपवादं नास्ति निषेधमेव अस्तु अस्तु उत्तमं महोदय स्पृशति इति रूपम् उत्तमं जगन्नाथमहोदय कर्तुम् इच्छति वा नास्ति चिन्ता नास्ति चिन्ता महोदय गीता भगिनी भवती अहं करोमि वा भगिनि न गीता भगिनी एकवारं प्रयत्नं करोतु अनन्तरं योगः शप् योगः इति देन् शप् इस् अ विकरणप्रत्ययः सो देन् इकारः गुणः भवति विकरणप्रत्ययः गुणकार्यं भवति. सो इ इकारः एकारः भवति. सो जे योगः शप् योगः ति शप् इस् पित् प्रत्यय. सो दट्स् वै गुणकार्यं भवति. पकारः लोपः भवति. हलद्यं सूत्रेण पकारः लोपः भवति. शकारः अपि लोपः भवति लशक् दतिते सूत्रेण. सो अकारः अवशिष्यते. सो जि गुणकार्यं भवति. देन् इट् बिकम्स् जे जे एकारः योगः अकारः यान्तवान्तादेशसन्धिः भवति. सो ऐ जकारः योगः ऐ योगः अकारः योगः ति. सो ऐ बिकम्स् जयति. उत्तमं. गुणकार्यं केन सूत्रेण भवति भगिनि? सार्वधात्तक गुणकार्यं उत्तमं तावत् सर्वदातुकय सर्वदातुक अर्धदातुकयोः शप् इति सार्वदातुकप्रत्ययः इत्यनेन गुणकार्यं भवति. उत्तमं. जयति इति रूपं भुआदिगणीयधातुः. उत्तमम्. एतत् धातुः चुरादिगणे अपि अस्ति. तत्र जाययति इति रूपम् आगच्छति. कथम् आगच्छति इति गृहपाठरूपेण निर्माणं करोतु. वयं गतसप्ताहे वयं दृष्टवन्तः तादृश समानप्रक्रिया एव. जाययति इति रूपं तत्र आगच्छति. धन्यवादः भगिनि. शिवराम महोदय अग्रिमं करोति वा? क्षिप् इति धातुः अस्ति वा? क्षिप क्षिपति इति रूपं भवति न भवादिगणे. क्षिप कस्मिन् गणे? तुदादिगणे. भुआदिगणे भवति चेत् किं रूपं भवति महोदय? क्षेपति इति रूपं अस्ति किल. उत्तमं. क्षिप नाम गुणः न भवति तुदादिगणे. क्षिपादि तुदादिभ्यः षन् अत्र क्षिपादि षन् अधिक् तिप् प्रत्ययः न तुदादि तुदादिगणे विकरणप्रत्ययः कः महोदय? क्षम्यताम्. तुदादिभ्यः शः श प्रत्ययः. क्षिप् अधिक् श अधिक् टिप् प्रत्ययः. अत्र शः इति विकरणप्रत्यये शकारः इति संज्ञकः लशक्व तद्धिते इति सूत्रेण तस्य लोपः इति सूत्रेण शकारस्य लोपः भवति. तत्र अवशिष्यते विकरणरूपेण. क्षिप् अधिक् अधिक् तिप् तिप् मध्ये पुनः अपकाराः इति संज्ञकाः हलन्त्यम् इति सूत्रेण तस्य लोपः इति सूत्रेण तत्र पकारः अपि गच्छति. तत्र तस्य लोपः भवति. क्षि अधिक् अ अधिक् ति तर्हि तत्र रूपं भवति क्षिपति इति. क्षिपमध्ये अकारः विकरणप्रत्ययः. सः प्रत्ययः षित् अस्ति किन्तु पित् नास्ति. प्रत्ययः अपित् कारणेन तत्र सार्वधातुक आरधातुकयोः इति सूत्रेण यः गुणस्य तत्र प्रसक्तिः अस्ति सः गुणः तत्र निति च इति सूत्रेण अपित् इति प्रत्ययकारणेन सः गुणः तत्र न भवति. गुणः केन सूत्रेण भवति स्म महोदय? पुनः सार्वधातुक आरधातुकयोः इति पुगन्तलघुपदश्च इति सूत्रेण तत्र प्रसक्ति अस्ति किन्तु नितिच इति सूत्रेण तत्र बाधा भवति. उत्तमं तदेव उत्तमम्. एतत् क्षिप् इति धातुः दिवादिगणे अपि अस्ति. तत्र किं रूपं भवति महोदय? दिवादिभेषन् अत्र दिवादिगणे क्षिप्यति इति रूपं क्षिप्यति. तत्रापि गुणः न भवति. चुरादिगणे अपि अस्ति एतत् एतत् क्षिप् इति धातुः. क्षेपयति इति रूपं चुरादि क्षेपयति इति प्रत्ययः पित् अस्ति गुणः तत्र भवति भवन्तः प्रत्ययः तत्र उपयोगः क्षेपयति क्षेपयति. अतः रूपत्रयं तुदादिगणे क्षिपति, दिवादिगणे क्षिप्यति, चुरादिगणे क्षेपयति. धन्यवादः महोदय. प्रिया भगिनी अस्ति वा? आम् वृत् इति धातुः अग्रिमम् वृत् धातुः कस्मिन् गणे अस्ति भगिनि? वदतु भगिनि. भवादिगणे इति वदतु. भवादिगणे अस्ति किं रूपं भवति कथं वृत् योगः विकरणप्रत्ययः अस्ति शप् भवादिगणे. वृत् योगः शप् योगः तिङ् शकार पकारस्य लोपः भवति लशक्व तद्धिते हलन्त्यं द्वयोः सूत्रं कारणेन तस्य लोपः अकार एव अवशिष्यते. वृत् योग अकार योग ति पुगन्तलघुसूत्रेण उपधायां गुणः भवति. ऋकारस्य अर् परिवर्तनं भवति. वर् वर् वर्तति इति आत्मनेपदि धातुः आत्मनेपदि ओ वर्तते. उत्तमं. वर्तते इति रूपम्. एतद् धातुः अपि दिवादिगणे अपि अस्ति. एतद् धातुः दिवादिगणे भवति एतद् धातोः रूपं कथं भवति भगिनि? वर्त्यते. तत्र शन् इति विकरणप्रत्ययः गुणः भवति वा? वृत्यते वा? वृत्यते. वृत्यते. चुरादिगणे अपि एतत् धातुः अस्ति. तत्र रूपं कथं भवति? चुरादिगणे णिच् इति विकरणप्रत्ययः वर्तयति. वर्तयति. उत्तमं. वर्तयति. धन्यवादः. वर्तयति. वर्तयति. उत्तमं. इदानीं रमाबाय् भगिनी कुच् इति धातुः अस्ति वा भगिनि? अस्तु. अमित्राव् महोदय आं भगिनि. कुच् इति धातुः उपदेशिकरूपमस्ति कुचं शब्दे तारे भुवादिगणे. उपदेशीय जनुनासिक तस्य लोप इत्यनेन कुच् इति रूपं भवति. अनन्तरं लट् लकारस्य विवक्षया लट् आगम भवति. कुच् योग लट् परस्मैपदे प्रथमपुरुष एकवचने. महोदय प्रक्रिया मा पश्यतु महोदय. ओके. कुच् योग शप् योग ति हलन्त्यं लषक्व तदिति इत्यनेन तस्य लोप इत्यनेन कुच् योग अयोग अस्ति. पुगन्तलघुपदस्य सूत्र इत्यनेन सूत्रेण गुणादेशः भवति उकारस्य. कोच् योग अयोगति इति भवति वर्णमिलने कोचति इति लिङ्गन्तरूपं सिद्धम्. उत्तमम्. एतद् धातुः तुदादिगणे अपि अस्ति. तुदादिगणे शविकरणप्रत्ययः अस्ति. कुच् योग शयोगति. शकारस्य लषक्व तद्धिते तस्य लोप इत्यनेन लोपः भवति. कुच् योग अयोगति भवति. अत्र सार्वधातुकम् अपि नीति च इत्यनेन गुणकारस्य बाधा भवति. इत्युक्ते कुच् योग अयोगति कुचति इति रूपं निष्पन्नं कुचति. उत्तमं. भुवादिगणे एव कुच् इति रा धातु द्वयम् अस्ति. रूपं तु कोचति एव, परन्तु अर्थं भिन्न अर्थः भिन्नः अस्ति. सम्पर्चन कौटिल्य प्रतिष्ठवीय अस्तु. अनन्तरं तुदादिगणे सम् उपसर्गपूर्वक कुच् धातुः अपि अस्ति. सङ्कुचति इति रूपम् अस्ति किल, तदपि अस्ति. सङ्कुचति नास्ति, तुदादिगणे अस्ति, सङ्कुचति इति अस्ति. प्रायः भिन्न अर्थः न सङ्कोचति इति न. सङ्कोचति इति अपि रूपम् अस्ति. सङ्कोचन इति प्रथम अर्थः. द्वितीय अर्थः तु स्वच्छ करोति इति द्वितीय अर्थः. यत् कुच कोचति इति रूपस्य वा? कोचति इति रूपस्य. ओ एवं वा. उत्तमं. कोचति इत्युक्ते किं पुनः वदतु भगिनि? स्वच्छ करोति. किं? शुद्धीकरोति. शुद्धीकरोति. शुद्धीकरोति. अस्तु. धन्यवादः. सुमित्रा भगिनी वदति वा? हृ धातुः. आं भगिनि. धातुः अस्ति हृ. भुवादिगणे अस्ति, अतः शप् प्रत्ययः योजनीयं. प्रथमं तु तिंशित् सार्वधातुकम् इति सम्यकः, अतः षित् अस्ति अपि च पित्. षित् इति कारणात् गुणः सम्भवति. पित् इति कारणात् गुणस्य निषेधः न भवति, अतः गुणकार्यं करणीयम् इति एव. सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्तस्य इकः गुणः भवति, अतः हरति इति रूपं निष्पन्नम्. उत्तमं. धन्यवादः भगिनि. धन्यवादः. राजेन्द्रमहोदय, क्रीड् इति धातुः. आम् आम् आं भगिनि. भगिनि, ह्री धातु ज्योत्यादिगणे अपि अस्ति वा? ह्री हृ इति धातुः वा? आम् आम्. अहं दृष्ट्वा वदामि महोदय, अस्ति वा इति. हृ इति अस्ति भगिनि. अस्ति वा? रूपं किं महोदय तत्र? जिहर्ति. जिहर्ति. ओ द्वित्वं भूत्वा. जिहर्ति अथवा जहर्ति रूपद्वयम् अस्ति. ओ विवक्षा. विकल्प विकल्पकं. क्रीड् भुवादिगणे भुवादिगणे अस्ति धातु. शप् विकरणप्रत्ययः आगच्छति. तत् क्रीड् योग शप् योगति. शकारस्य लोपः भवति. लषक् तद्धिते इति संज्ञा भूत्वा तस्य लोपः. पकारस्य अपि हलन्त्यम् इति संज्ञा भूत्वा तस्य लोपः भवति. अकारः अवशिष्यते. क्रीड् योग अकारः अप्रत्ययः योग ति. अत्र तु पुगन्धलोकोपदस्य भवितुम् अर्हति, परन्तु ह्रस्व इकारः नास्ति, दीर्घ इकारः अस्ति, तत्कारणात् गुणः न भवति, क्रीडति निष्पन्नं रूपम्. उत्तमम् उत्तमम्. विजया भगिनी अग्रिमं करोति वा? कुज् इति धातुः. अस्तु भगिनि, कुज् इत्युक्ते तत्र कुञ्जति, अव्यक्ते शक्ते इति अर्थः. तत्र अव्यक्ते शक्ते इत्युक्ते भाषणं न सम्यक्, क्लेशः अस्ति इति अर्थः. तत्र कुज् भुवादिगणे गुञ्जति इति आगच्छति. तत्र नुगागमः इति आगच्छति. या इति पूर्व श्चित्वमस्ति तत्र, अतः अतः तत्र शप् प्रत्ययमध्ये शकारस्य लसक्व तत्तिति इति सूत्रेण शकारः अवगच्छति. इप् इति तत्र अन्तिमवर्णस्य अलन्त्यं तस्य लोपः इति सूत्रेण पकारः अपगच्छति. तत्र आ एव तिष्ठति. कुञ्ज इति आ, अनन्तरं ति इति तिङ्गण्डकर्त प्रत्यये गुञ्जति इति आगच्छति. इति तिङ्गण्डपदं निष्पन्नं तत्र. किमर्थं तत्र गुणः न भवति भगिनि? गुणनिषेधक तत्र अस्ति वा? गुञ्जति गुणनिषेधक एव तत्र. किमर्थं तत्र नकारः न आगच्छति खलु? ने तद् पदा भवति. पित्वा पित्वा किमर्थम् अपित्? भुवादिगणे इति उक्तवती किल इदानीं, गुञ्जति इति रूपम् उक्तवती, भुवादिगणे शप् इति विकरणप्रत्ययः इति उक्तवती, तत्र पित्ता पित्वा पित्तेव अस्ति. पित् अस्ति चेत् गुणः भवति किल भगिनि, विजया भगिनि? कुञ्जति इति रूपं साधु एव, अहं पृच्छामि किमर्थं न भवति इति. शप् इति पित् अस्ति, शकारः षित् अस्ति, भ्वादिगणे गुणः तु भवति एव, किमर्थं न भवति? उपादायां कः वर्णः अस्ति? उकारः उपादायाम् अस्ति चेत् गुणः भवति किल? भवितुमेव शक्नोति तत्र. किमर्थं तिङ् अपि इति सूत्रेण न आगच्छति वा? न, इति चेति सूत्रस्य प्रसक्तिः एव अत्र नास्ति किल भगिनि? अत्र तु पित् अस्ति, ङित्वत् किमपि अस्ति वा? उपादायां कः वर्णः अस्ति इति पुनः पश्यतु भगिनि. उपादायां इग् इक् वर्णः क वर्गः अस्ति तत्र. वर्णस्य विभजनं करोतु भगिनि एकवारं. गुञ्जति इति तत्र वर्णस्य विभजनं करोतु. इग् योगः उ एव तत्र, रत्व उकारः एव अस्ति. गुणकार्यं भवितुमेव शक्नोति, परन्तु किमर्थं न आगच्छति इति न जानामि. भवती एव न भवती उक्तवती एव, भवती एव उक्तवती एव तत्र नुमागमः भवति, शुत्वं भवति, सर्वं साधु एव, समीचीनमेव. तत्र इदानीं गुञ्ज् इति अस्ति किल, तत्र उपादायां कः वर्णः अस्ति? गुञ्ज् इति स्थितौ उपादायां कः वर्णः अस्ति? आम्, ञकारस्य गुणः न भवति किल, गुञ्जति इति रूपम्. उत्तमं, गुञ्जति इति रूपं साधु एव. किमर्थं तत्र तत्र यदा गुज् इति धातुः अस्ति तत्र किमपि कारणेन नुमागमः भवति. अन्य किमपि सूत्राणि सन्ति महोदय? यदा वयं वादिगणे परिशीलयिष्यामः तस्मिन् समये वयं द्रक्ष्यामः तत्र जकारस्य नुमागमः भूत्वा गुञ्ज् नुम् आगमः इत्युक्ते नकारस्य आगमः गुञ्ज् इति भवति. अनन्तरं तत्र श्चुत्वसन्धिः भवति. छुत्वसन्धिः भूत्वा तत्र नकारस्य स्थाने चवर्गस्य पञ्चमवर्णः आगच्छति गुञ्जति इति रूपं भवति. भगिनी गुज् शब्दः धातु तुदादिगणे अपि अस्ति. आम् एतत् धातुः तुदादिगणे अपि अस्ति. तत्र विजया भगिनी भवती एव वदति वा तत्र रूपं किं भवति इति तुदादिगणे? गुज् इति गुज् योगः आ योगः ति गुजति एव इति आगच्छति. गुजति आम् सामान्यधातुः तुदादिगणे इत्येव वयम् इदानीं स्वीकुर्मः. विशेषरूपेण गुञ्जति इति रूपम् आगच्छति. तद् कथम् इति यदा भुवादिगणस्य विषये परिशीलिष्यामः तस्मिन् समये वयं द्रक्ष्यामः. गुञ्जति इति एव रूपम् इदानीं तुदादिगणे. भुवादिगणे चेत् गुञ्जति. अस्तु समयः अस्ति वा? समयः अभवत्. अस्तु भगिनी भुवादिगणे गोजति इति रूपमपि साधु रूपमपि साधु आम् गुञ्जति इति रूप इति धातो क्षम्यतां क्रियापदस्य धातुः भिन्नरीत्या अपि दत्तम् अस्ति अतः किञ्चित् अवधानम् अपेक्षितं तत्र. आम् गुञ्जी इति अपि रूपम् अस्ति अतः इदानीं गुजति इति एव तुदादिगणे इति एव वयं स्वीकुर्मः. अस्तु अस्तु अद्य अत्र समापयामः. अवशिष्टः धातुः वयम् अग्रिमसप्ताहे कुर्मः. धन्यवादः. धन्यवादः. धन्यवादः. नमस्कारः. थ्याङ्क् यू.